गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु गते वर्गे भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः कृतः तत्र त्रयः तर्काः उक्ताः सङ्ग्रहरूपेण तर्हि कोऽपि उपस्थापनं करोति वा इदानीं तस्मिन् विषये तर्काः के आसीत् इति आसन् महोदय अस्तु तर्हि तत्र वयं दृष्टवन्तः वर्क तर्कत्रयम् इति प्रथमं तु भेदः इति एक अवधिकत्वम् अस्ति भेदे परन्तु पृथक्त्वम् इत्यस्मिन् अनेक अवधिकत्वम् अस्ति इति प्रथमं द्वितीयं तु भेदे समानदिक् भूत्वे भूत्वौ भेदः अस्ति परन्तु समानदिक् भूत्वौ इति पृथक्त्वम् अस्ति तत्र एकस्य एक एव आकाशस्य उपाधिः अस्ति अतः तत्र पृथक्त्वं न भवति समानदिक् भूत्वौ परन्तु भेद एव भवति तृतीयं तु भेदः इति अनेकज्ञानादिनः अस्ति परन्तु पृथक्त्वम् इति विस्पष्टम् अस्माकं ज्ञायते इति भेदत्रयम् अस्ति भेदः बहु समीचीनं बहु समीचीनं अस्तु भेदे एक अवधिकत्वमस्ति पृथक्त्वे अनेक अवधिकत्वमस्ति इति प्रथमं समानदिव्यापीनां दिगुपादीनां परस्परभेदः अस्ति किन्तु परस्परपृथक्त्वं नास्ति इति द्वितीयम् अपि च भेदज्ञानाय भेदः अनेक ज्ञान अधीनः अस्ति किन्तु पृथक्त्वं तादृशं नास्ति इति त्रयः भेदाः द्वयोः मध्ये अस्तु इदानीम् एक अवधिकत्वम् अनेकावधिकत्वम् इति प्रतिपादयति वा भेदे एक अवधिकत्वं पृथक्त्वे अनेकावधिकत्वं कथम् इति अत्र भेद अत्र घटभेदः इति यदि दृष्टान्तः यदि स्वीकुर्मः चेत् घटभेदस्य अवधिः घटः एव घटं घटभेदः इति घटं विहाय सर्वत्र भवति किन्तु तर्हि यत्र यत्र घटभेदः भवति इत्युक्ते पटे अथवा वृक्षे अथवा उत्पीठिकायां कुत्रापि तत्र सर्वत्र घटभेदस्य अवधिः घटः एव भवति तर्हि अतः भेदे एक अवधिकत्वम् इति अस्ति घटभेदः इति एक अवधिकः अतः एक अवधिकत्वं भेदे अस्ति इति तु प्रथमं परन्तु पृथक्त्वम् इति यदि पश्यामः चेत् तत्र अनेक अवधिकत्वम् अस्ति किमर्थम् इत्युक्ते घटः पटात् पृथक् अपि च घटः जगति ये सर्वे द्रव्याणि सन्ति तस्मात् पृथक् इति अपि अस्ति अतः पृथक्त्वम् इति अनेक अवधिकत्वम् अनेके यः द्रव्याणि जगति सन्ति ते सर्वे अवधि भवितुम् अर्हति पृथक्त्वस्य अतः पृथक्त्वम् इति अनेक अवधिकत्वं भवति बहु समीचीनं किन्तु निखिल अवधिकत्वम् अस्ति वा पृथक्त्वे न निखिल अवधिकत्वं नास्ति किमर्थम् इत्युक्ते निखिल अवधिकत्वं कुत्रापि कस्यापि नास्ति जगति इति अहं मन्ये निखिल अवधिकत्वं अवयव घटकपालयोः यदि उदाहरणं पश्यामः चेत् तत्र पृथक्त्वं नास्ति अत्र अतः पृथक्त्वस्य इत्युक्ते घटः कपालात् पृथक् इति न वक्तुं शक्नुमः अतः एतस्मिन् उदाहरणे पृथक्त्वस्य अवधि किमपि नास्ति कपालः न भवितुम् अर्हति न भवितुं शक्नोति अतः सर्वेषां जगति ये घटस्य अवयव विहाय ये सर्वे द्रव्याणि सन्ति तेषां ते एव अवधि भवितुं शक्नोति, परन्तु घटस्य स्वयं ये अवयवाः सन्ति ते अवधि रूपेण न भवितुं शक्नोति. अतः निखिल अवधिकत्वं नास्ति, अनेक अवधिकत्वं तु अस्ति. बहु समीचीनम्, उत्तमं महोदय. तर्हि पृथक्त्वे यद्यपि अनेक अवधिकत्वम् अस्ति तथापि स्व आश्रय अवयवपरम्परां विहाय अनेक अवधिकत्वम् अस्ति. स्व आश्रय घटस्य आश्रयः कः? कपालः. तर्हि कपालः एव अवयवः अपि घटस्य इति कृत्वा स्व आश्रय अवयवपरम्परा कपालस्य अवयवः कः? कपालिका. तर्हि घटः अपि च कपालिका अनयोः मध्ये पृथक्त्वमस्ति वा इति चेत् नास्ति. परमाणुपर्यन्तं घटमारभ्य परमाणुपर्यन्तं घटपरमाणोः मध्ये पृथक्त्वं नास्ति इति कृत्वा, अन्यत्र सर्वत्र अस्ति इति कृत्वा अनेक अवधिकत्वं तु अस्ति किन्तु निखिल अवधिकत्वं नास्ति. बहु समीचीनं, बहु समीचीनं, महान् सन्तोषः जातः मयि. अस्तु, तर्हि भेदे एक अवधिकत्वम् इत्युक्ते घट अभावः पटे वर्तते, अन्यत्र बहुत्र सर्वत्र वर्तते घट अभावः, किन्तु सर्वत्र वर्तते इत्युक्ते तत्र अवधिः न भवति, तत्र अधिकरणमेव भवति. पटे घट अभावः अस्ति, तर्हि इदानीं पटः कः इति चेत् अभावस्य आधारः अस्ति, अधिकरणमस्ति, तावदेव, अवधिः नास्ति. अवधिः इत्युक्ते तावत् इति वक्तव्यं. तर्हि घट अभावः, घट अभावस्य घटभेदः इत्युक्ते घट अभावः, घट अभावस्य अवधिः कः इत्युक्ते घटः एव प्रतियोगी, तदेव. तर्हि भेदे एक अवधिकत्वम्, एकमेव अवधिः प्रत्येकं भेदस्य कः इति चेत् प्रतियोगी एव. किन्तु नियत अवधि भेदः नियत अवधि भेदे नियत अवधिकत्वम् अस्ति. घटः भिद्यते इति तावदेव वदामश्चेत् अर्थबोधः न जायते, कस्मात् भिद्यते इति अपि वक्तव्यम्. नियत अवधिकत्वं यद्यपि अस्ति भेदे, किन्तु तत्र यस्मात् इति वदामः ते सर्वे अवधेः न सन्ति इति बोधः, केवलम् अधिकरणानि एव. बहु समीचीनं, तर्हि स्पष्टतया इदानीं ज्ञानं जातं. तदनन्तरं वर्गस्य अनन्तरं ह्यः नास्ति परह्यः मम अपि च श्रीराम महोदयेन सह किञ्चित् चिन्तनं जातं, बहु समीचीनचिन्तनमस्ति. तर्हि अत्र भवता उक्तं खलु, अपि च महोदयेन करपत्रे उक्तं, निखिलावधिकत्वं यस्य कस्यापि नास्ति इति. किमर्थम् इति चेत् अनेक अवधिकत्वं भवितुम् अर्हति किन्तु स्व आश्रय अवयवपरम्परां विहाय इति उक्तं खलु. तर्हि इदानीं नित्यद्रव्यं स्वीकुर्मः, नित्यद्रव्यमिति परमाणु इति त्यजामः, नो चेत् परमाणु अपि स्वीकर्तुं शक्यते, नो चेत् आकाशः इति स्वीकुर्मः. आकाशस्य अवयवः एव नास्ति, आकाशः नित्यः एकः. तर्हि आकाशस्य अवयवः नास्ति इति कृत्वा आकाशस्य अवधिः अन्यानि सर्वाणि द्रव्याणि भवितुमर्हति खलु. यदि आकाशे पृथक्त्वम् इति अस्ति इति अङ्गीकुर्मः इति चिन्तयामः, तर्हि तस्मिन् आकाशे विद्यमानपृथक्त्वे आकाशीयपृथक्त्वे निखिलावधिकत्वं भवितुम् अर्हति. किमर्थम् इत्युक्ते आकाशस्य अवयवः एव नास्ति, एवमेव कालस्य दिशि दिशः आत्मनः मनः परमाणूनाम् अपि सर्वत्र निखिलावधिकत्वं भवितुम् अर्हति पृथक्त्वस्य, किन्तु तत्र इदानीं पृथक्त्वम् अङ्गीकृतं वा? नो चेत् यत् कार्यं पृथक्त्वेन क्रियमाणमस्ति तत् तु इदानीं विशेषः इति गुणः इति पदार्थः अस्ति खलु प्रत्येकं नित्यपदार्थे, नित्यद्रव्ये सप्तपदार्थेषु अन्यतमः अस्ति विशेषः इति कश्चन पदार्थः सर्वेषु नित्यद्रव्येषु वर्तते इति अस्माभिः अधीतम्. तर्हि विशेषेण पृथक्त्वेन यत् कार्यं साधयामः तत् विशेषेण एव कर्तुं शक्यते इति कृत्वा इदानीं पृथक्त्वम् इति गुणः नित्यद्रव्येषु अङ्गीकर्तव्यं वा न वा इति चिन्तनं जायमानमासीत्। बहु समीचीनचिन्तनमस्ति। तर्हि अत्र पृथगाश्रय आश्रितत्वं नास्ति, पृथक्त्वं कथं वा निरूपितम् अस्माभिः? पृथगाश्रय आश्रितत्वं यत्र अस्ति, इदानीं नित्यद्रव्याणां पृथगाश्रय आश्रितत्वं नास्ति, तेषाम् आश्रयः एव नास्ति, ते सर्वे स्वस्मिन् आश्रितवन्तः सन्ति इति कृत्वा तेषाम् आश्रयः एव नास्ति, तर्हि पृथगाश्रय आश्रितत्वं नास्ति, पृथक्त्वं तेषु अस्ति इति निरूपणार्थम् एतत् तर्कं न उपयोक्तुं शक्यते। अस्तु, परमाणुद्वयोः मध्ये स्वतन्त्रक्रिया अस्ति इत्यतः तयोः मध्ये संयोगः भवितुमर्हति इति उक्तम् इति तु सत्यं भवत्येव, किन्तु विभुद्रव्येषु तादृशक्रिया न भवितुमर्हति। मूर्तद्रव्यस्य लक्षणं किं? यस्मिन् क्रिया जायते तदेव मूर्तद्रव्यं। विभुद्रव्येषु क्रिया न जायत्येव, तर्हि तेषु स्वतन्त्रक्रिया वर्तते इत्यतः तत्र पृथक्त्वम् अस्ति इति वक्तुं शक्यते वा? न, तत्तर्कः अपि न सङ्गच्छते, सः तर्कः अपि न सङ्गच्छते। अत्र तृतीयतर्कः अपि अस्माभिः अधीतं, तत्र एकः विभुः अस्ति, अन्यः मूर्तः अस्ति, द्वयोः मध्ये इदानीं घट आकाशयोः मध्ये संयोगः भवितुमर्हति इति उक्तम्। यद्यपि द्वयमपि तत्र पृथगाश्रय आश्रितौ न, द्वयोः एकः एव पृथगाश्रय आश्रितः अस्ति चेत् पर्याप्तम् इति अस्माभिः अधीतम्। अत्र तदपि न वक्तुं शक्यते, द्वयमपि पृथगाश्रय आश्रितौ एव न एव। तर्हि द्वयोः विभुद्रव्ययोः मध्ये इदानीं संयोगः भवति वा न वा इति तादृशचिन्तनं जातम्। उदाहरणार्थम् अत्र आकाशकालयोः मध्ये संयोगः भवति वा, आकाश आत्मन आत्मनः आत्मनोः मध्ये संयोगः भवति वा इति चेत् प्रायः न भवति इति अङ्गीकर्तव्यम्। यद्यपि आत्ममनसः मनसोः संयोगः भवति, आत्ममनसः आत्ममनसोः संयोगेन एव अत्र आत्मनि विद्यमानषड्गुणानां विशेषगुणानां ज्ञानं भवति खलु, ये मनसा गृह्यते, तर्हि तत्र आत्ममनसंयोगः वक्तव्यः भवति। किन्तु मनः मनसि इदानीं क्रिया भवितुमर्हति, यद्यपि मनसः परमाणुपरिमाणमस्ति, विभु नास्ति, इत्यतः परमाणुपरिमाणं नित्यद्रव्यम् अपि च विभुद्रव्यं द्वयोः मध्ये अत्र क्रिया अत्र संयोगः भवितुमर्हति। यथा द्वयोः परमाणोः मध्ये क्रिया तत्र स्वतन्त्रक्रिया अस्ति तेन संयोगः भवितुमर्हति, तथा आत्ममनयोः मध्ये संयोगः भवितुमर्हति, किन्तु द्वयोः विभुद्रव्ययोः मध्ये यदा कदापि संयोगः न भवितुमर्हति इति भाति। अपि च विभुद्रव्येषु पृथक्त्वं न अङ्गीकर्तव्यम् इति भाति। इति चेत् अत्र मूलग्रन्थे यद्दत्तमस्ति, पृथक्त्वव्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति दत्तमस्ति खलु, तत् किञ्चित् परिष्कर्तव्यम् इति भाति। सर्वद्रव्यवृत्ति न, केवलं तत्र अणुपरिमाणवन्तानि द्रव्याणि अपि च मध्यमपरिमाणवन्तानि द्रव्याणि ये सन्ति तेषु एव पृथक्त्वं भवितुम् अर्हति इति भाति। अस्तु, तस्मिन् विषये अहं किञ्चित् लिखितवान् अस्ति, अत्र पण्डितानां तत्र किञ्चित् सम्पर्कं कृत्वा मम अस्माकं चिन्तनम् इदानीं समीचीनं वा न वा इति अहं पृष्ट्वा तदनन्तरं सूचयिष्यामि। किन्तु यावत् मया चिन्तितं श्रीराममहोदयेन सह, तत्र विभुद्रव्ययोः मध्ये संयोगः न भवितुमर्हति, अतः पृथक्त्वं तेषु नास्ति इत्येव वक्तव्यमिति भाति। तर्हि आकाशः घटात् पृथक् इति न क्षम्यताम् आकाशः कालात् पृथक् इति वाक्यप्रयोगं न कर्तुं शक्यते वा इति चेत् कर्तुं शक्यते। तत्र यथा रूपं रसात् पृथक् इति वदामः तत्र भेदं स्वीकृत्य कार्यं निरूपितम्, एवम् अत्र विशेषः इति पदार्थं स्वीकृत्य तत्र साधयितुं शक्यते, पृथक्त्वं शक्यते साधयितुं शक्यते, किन्तु पृथक्त्वम् इति अन्यतमः गुणः तेषु न अङ्गीकर्तव्यम् इति भाति मम चिन्तनं। समीचीनमस्ति वा? अन्येषां चिन्तनं किम्? बालसुब्रह्मण्यं भवान् किं चिन्तयति? साधुः इति भाति खलु? अङ्गीकरिष्यामि करिष्यामि न करोमि इति, करिष्यामि इत्युक्ते अग्रे करोति इति। इतोपि चिन्तनीयमस्ति चेत् चिन्तयित्वा अङ्गीकरिष्यामि इति वक्तव्यम्। अस्तु, समीचीनं। मेवल् महोदय भवान् किं चिन्तयति? अहं मन्ये तत् समीचीनमस्ति यद् भवता उक्ता। विभूद्रव्ययोः मध्ये अवयवः एव नास्ति, अतः पृथक्त्वं कथं तत्र आनीयम् इति अहं मन्ये। अतः तयोः मध्ये संयोगः न भवितुमर्हति। संयोगः न भवति इति वक्तव्यम्, अपि च तत्र पृथक्त्वम् इति गुणः अस्ति इति अपि न अङ्गीकर्तव्यं। यत् कार्यं पृथक्त्वेन कुर्मः तत् तु इदानीं विशेषः इति पदार्थेन स्वीकर्तुं शक्यते, नो चेत् भेदः अस्ति खलु। आम् आम्, तर्हि आकाशः कालः न इत्यस्मिन् वाक्ये भेदं स्वीकृत्य तयोः मध्ये पृथक्त्वं साधयितुं शक्यते, यथा रूपः रूपं रसः न इत्यत्र। सत्यं सत्यं, न तु पृथक्त्वं विगुण इति तादृशचिन्तनं जातं, बहु समीचीनचिन्तनम् इति। एतादृशचिन्तनं कृत्वा एव नैयायिकाः किं कुर्वन्ति, तेषां मतस्य परिष्कारं कुर्वन्ति, शुद्धतां कारयन्ति। अस्तु, बहु समीचीनमस्ति। तर्हि इदानीम् अग्रे गच्छेम। नवनवतिः तमपुटे इदानीं नूतनगुणस्य विषये चिन्तनम् आरब्धं, संयोगनिरूपणम् इति। अस्तु, तर्हि कः पठति? श्रीराममहोदय पठति वा? संयोगनिरूपणं, संयोगं क्रमप्राप्तं लक्ष्यति। संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति आदौ तद् वक्त्वा उक्त्वा अग्रे पठामः वा? आमां वदतु, अस्माकं शैली अस्ति खलु तद्, इदानीं भवान् किम् अवगच्छति इति। संयुक्तः इति व्यवहारः अस्ति, तस्य किं व्यवहारः? शब्दप्रयोगः अस्ति, ज्ञानजनकशब्दप्रयोगः अस्ति। संयुक्तः इति यत् ज्ञानं जनयति, यः व्यवहारः ज्ञानं जनयति, तस्य हेतुः भवति संयोगः इति अर्थः। सः गुणः अस्ति। अत्र एवं वक्तव्यं महोदय, संयुक्तः घटः पटेन संयुक्तः, तत्र संयुक्तः इति वाक्ये मया प्रयुक्तमस्ति, तर्हि मया व्यवहृतं संयुक्तः इति पदं तेन, यस्य येन श्रुतमस्ति मम वाक्यं तस्मिन् ज्ञानं जायते, तादृशज्ञानस्य हेतुः अस्ति संयोगः इति गुणः। यदि संयुगः इति गुणः नाङ्गीकुर्मः तर्हि संयुक्तः इति पदमेव न प्रयुक्तुं शक्यते, शब्दमेव न प्रयुक्तुं शक्यते इति बोधः। संयोगः सर्वद्रव्यवृत्तिः अस्ति, तत्र द्रव्येषु सर्वेषु द्रव्येषु संयोगः इति गुणः अस्ति इति मूले सन्ति। हा, इत्युक्ते भवितुम् अस्ति इति नास्ति, भवितुमर्हति। वृत्तिः इत्युक्ते तत्र भवितुमर्हति, किन्तु इदानीमेव अस्माभिः चिन्तितं नित्यद्रव्ययोः मध्ये संयोगः न भवितुमर्हति इति। तर्हि यदि एतत् एषः पक्षः अङ्गीकृतः तर्हि एतद्वाक्यमपि मूलग्रन्थस्य वाक्यमपि परिष्कर्तव्यं भवति. अस्तु अग्रे पठतु महोदय. आदौ व्यक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते. तञ्च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति. तेन च शब्दप्रयोगेण जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. इदानीं प्रथममस्ति हस्तद्वयं तयोः हस्तयोः मध्ये संयोगः वियुक्तौ स्तः हस्तौ वियुक्तौ स्तः तदा वियुक्तयोः हस्तयोः क्रियावशात् एकस्मिन् हस्ते वा अथवा उभयत्र तत्र क्रिया भवति चेत् तत्र संयोगः संयोग निमित्तं क्रिया जायते चेत् तत्र संयोगाख्यः गुणः उत्पद्यते. तं च संयोग तदा संयोग जायते चेत् वयं वक्तुं शक्नुमः तत्र व्यवहारं कर्तुं शक्नुमः इमौ हस्तौ संयुक्तौ इति व्यवहार वरं वयं कुर्मः तदा अन्येषां मनसि तस्य ज्ञानम् अपि भवति. तस्य ज्ञानस्य कारणमस्ति व्यवहारः. व्यवहारस्य कारणं भवति संयोगः इति गुणः इति अस्ति. हा बहु समीचीनं. तर्हि इदानीं पश्यतु अहं प्रश्नं पृच्छामि संयोगः इति गुणस्य कारणं किं यदि संयोगः इति गुणः जायते तस्य कारणं किम्? अत्र क्रिया अस्ति यत् या क्रिया हस्तौ जायते सा एव भवतु. तर्हि क्रिया सर्वे अवगच्छन्ति क्रिया एव कारणं क्रिया विना संयोगः न जायते खलु? सत्यं. तर्हि अत्र पश्यन्तु इदानीं मूर्त तत्र विभुद्रव्ययोः विभुद्रव्ये क्रिया जातुमर्हति वा? न भवति. न भवति. न भवति. तर्हि क्रिया न भव क्रिया भवति चेदेव संयोगः जायते. सत्यं. तर्हि विभुद्रव्ये क्रिया यदा कदापि न भवति इत्यतः तत्र द्वयोः विभुद्रव्ययोः मध्ये संयोगः यदा कदापि न भवत्येव. न भवति इति अनया रीत्या अपि निरूपितम् इदानीम्. एकस्मिन् क्रिया जायेत द्वयोः क्रिया जायते चेत् इदानीं हस्तद्वयमस्ति द्वयोः हस्तयोः क्रिया जायते चेत् तत्र संयोगः भवति तयोः मध्ये. नो चेत् एकः हस्तः तत्रैव तिष्ठति अन्यः हस्तः तं प्रति आगत्य मेलनं करोति चेत् संयुक्तः भवति चेत् तत्रापि संयोगः जायते. तर्हि न्यूनातिन्यूनम् एकस्मिन् क्रिया जायेत नो चेत् संयोगः न भवति इति कृत्वा द्वयोः विभुद्रव्ययोः मध्ये संयोगः यदा कदापि न भवति. तर्हि सर्वद्रव्यवृत्तिः इति यदि यद् लिखितमस्ति तद् दोषाय. बहु भवान् तदपि पृच्छतु महोदय. किन्तु एतादृशमपि अस्य समर्थनं कर्तुं शक्यते. इत्युक्ते इदानीं घट आकाशयोः मध्ये संयोगः जायते खलु तद् अङ्गीकृतम्. घटः तत्र मूर्तः अस्ति इति भवतु. किन्तु इदानीं संयोगः इति गुणः द्विनिष्ठः अस्ति. संयोगः कुत्र वर्तते? केवलं घटे नास्ति आकाशे अपि वर्तते खलु? आकाशे अपि अस्ति. आकाशे अपि अस्ति इति कृत्वा सर्वद्रव्यवृत्तित्वम् अस्ति संयोगे. विभुद्रव्यवृत्तित्वमपि अस्ति संयोगे. किन्तु द्वयोः नित्यद्रव्ययोः मध्ये द्वयोः विभुद्रव्ययोः मध्ये संयोगः यदा कदापि न भवति इति तु सत्यं. अस्तु तर्हि एतद् वाक्यं न परिष्कर्तव्यमस्ति. सर्वद्रव्यवृत्तिः इति समीचीनमेव किन्तु अवगन्तव्यं तत्र. किन्तु पूर्वं यद्वाक्यमस्ति पृथक्त्वे सर्वद्रव्यवृत्ति इति तत्र प्रायः परिष्कर्तव्यः भवति. अस्तु अग्रिमपरिचयमपि पठतु महोदय. तथा च हस्तत्वावच्छिन्न विशेषतानिरूपितसंयोगत्वावच्छिन्न प्रकारता निरूपकज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः संयोगः तादृशकारणताश्रयत्वं संयोगस्य लक्षणम् इमौ संयुक्तौ इत्याकारकं ज्ञानम् आदाय समन्वयः प्रदर्शनीयः. अत्र नूनं नूतनं किमपि नास्ति, पूर्वव्यवहारः शब्दप्रयोगः इति उक्तं खलु, तदेव अत्र लिखितमस्ति. एतत् सन्दर्भं स्वीकृत्य हस्तत्वावच्छिन्नविशेषतानिरूपितसंयोगत्वावच्छिन्नप्रकारतानिरूपक, तत्र संसर्गता वक्तव्यं चेत् संयोगः इदानीं केन सम्बन्धेन हस्ते अस्ति? हस्ते विशेष इदानीं ज्ञानमस्ति, हस्तः संयुक्तः इति ज्ञानमस्ति. तद् ज्ञानं तु सर्वदा विषये एव भवति, तत्र विषयत्रयं भवति खलु, विषयितासम्बन्धेन विशेष्ये अस्ति, विशेषणता प्रकारतासम्बन्धेन प्रकारे अस्ति, सम्बन्धे अस्ति. सत्यम्. अस्तु, तर्हि इदानीं विशेष्यतासम्बन्धेन ज्ञानं कुत्र अस्ति? विशेषतासम्बन्धेन हस्ते अस्ति ज्ञानं, हस्ते अस्ति. प्रकारतासम्बन्धेन ज्ञानं कुत्र अस्ति? तत्र संयोगसम्बन्धे अस्ति. क्षम्यताम्. अस्तु, संयोगे अस्ति. संयोगे संसर्गितासम्बन्धेन कुत्र अस्ति ज्ञानं? संसर्गितयोः संयोगहस्तयोः मध्ये सम्बन्धः अस्ति खलु, सम्बन्धः अस्ति, तत्र संयोगसम्बन्धः अस्ति. न संयोगसम्बन्धः एव प्रकारः अस्ति अत्र. प्रकारः अस्ति. इदानीं संयोगः इति समवायसम्बन्धः. बहु समीचीनं. संयोगसम्बन्धः समवायसम्बन्धेन हस्ते अस्ति. अत्र संयोगसम्बन्धः इति यदा वदामः तत्र किञ्चित् भ्रमः अस्ति. संयोगगुण इति वदामश्चेत् तदा किञ्चित् इति भ्रमः जातुम् अर्हति इति कृत्वा मया पृष्टम्. सत्यं. यदा संयोगसम्बन्धः इति हस्तयोगसंयोगसम्बन्धः अस्ति चेत् तत्र किञ्चित् भ्रमः. अस्तु, समीचीनं. तर्हि हस्तः संयुक्तः इति ज्ञानं विशेष्यतासम्बन्धेन हस्ते अस्ति, प्रकारतासम्बन्धेन संयोगसम्बन्धेन अस्ति, संसर्गतासम्बन्धेन समवायसम्बन्धेन अस्ति. अस्तु, अग्रे तदेव चित्रपटं दत्तमस्ति. अस्तु, इदानीं वाक्यं पठितम् इति कृत्वा अस्तु अग्रे मुरलीमहोदय पठति वा? धन्यवादः. आं महोदय. एकनिमिषं महोदय. विद्युत् शब्दम् अवच्छिन्न हस्तः हस्तत्वं पठति. चित्रपटं न पठनीयं, तद् इदानीं वाक्यम् उक्तं खलु, अग्रे पठतु. क्रियायाः उत्पत्तिनाशयोः निरूपणशङ्के संयोगस्यापि उत्पत्तिः निरूपिति निरूपितैव स्मार्यते. महोदय पुनः पठतु, अत्र सन्धिविच्छेदं सम्यक्तया कृत्वा पठतु. क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे संयोगः अपि संयोगः अपि नास्ति, संयोगस्य अपि संयोगस्य, धन्यवादः महोदय, संयोगस्य अपि उत्पत्तिः निरूपिते निरूपतै निरूपिति एव निरूपति एव निरूपति एव निरूपिता एव ओ निरूपिता एव वृद्धिसन्धिः अस्ति तत्र निरूपिता एव आम् महोदय निरूपिता एव निरूपतै निरूपिता एव निरूपिता इति किमर्थं स्त्रीलिङ्गे दत्तमस्ति चेत् उत्पत्तिः इति अस्ति खलु, स्त्रीलिङ्गे अस्ति अतः निरूपिता एव निरूपितैव आम् महोदय इह च स्मार्यते अस्तु अत्र कोष्टकमस्ति खलु तत् पठतु आद्यक्षणे किम् अस्ति आद्यक्षः घटे क्रिया द्वे अस्ति घटे इदानीं क्रिया अस्ति प्रथमक्षणे द्वितीयक्षणे द्वितीयक्षणे यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः तत् द्वितीयक्षणे वर्तते अपि च अत्र विभागः इति अन्यतमः गुणः चतुर्विंशतिगुणेषु एकः गुणः अस्ति विभागः आं महोदय क्रियया एव विभागः जायते आम् अस्तु तृतीयक्षणे द्वितीयक्षणे तत् जायते तृतीयक्षणे तेन विभागेन आकाशदेशे घटयोः संयोगस्य नाशः तृतीयक्षणे तत्र विभागकारणात् संयोगं संयोगसम्बन्धं मध्ये संयोगस्य संयोगं मध्ये आकाश घटमध्ये तत् संयोगं नाशं भवतु हा तर्हि नाशम् आद्यक्ष एकनिमिष आद्यक्षणात् पूर्वं घटः यत्र कुत्रापि अस्ति चिन्तयतु घटः यत्र कुत्रापि अस्ति तत्र आकाशः अस्ति इति कृत्वा इदानीं तयोः मध्ये संयोगः अस्ति तर्हि प्रथमक्षणे घटे क्रिया जायते द्वितीयक्षणे तेन विभागः उत्पद्यते विभागेन घट आकाशयोः यः संयोगः पूर्वम् आसीत् तस्य नाशः भवति तृतीयक्षणे तृतीयक्षणे चतुर्थक्षणे अन्येन षट्क्षणे क्षणः अन्ते अन्येन आकाशदेशेन सह संयोगः अन्येन आकाशदेशेन सह संयोगः इत्युक्ते घट आकाशसंयोगम् अन्यस्थले वर्तते वा महोदय इति मम नूतनसंयोगः जायते खलु घटः अन्यत्र आसीत् इदानीम् इतः नीत आनीतः तस्य तर्हि इदानीम् अत्र नूतनदेशे यः आकाशः अस्ति तत्र पुनः घट घट घट आकाशयोः मध्ये नूतनसंयोगः जायते संयोगः उत्पद्यते पञ्चमक्षणाः क्रियानाशः इति पञ्चमक्षणे एव क्रियानाशः भवति आम् आम् तर्हि एतस्याः प्रक्रियायाः नाम अस्ति पञ्चक्षणप्रक्रिया इति तर्हि आद्यक्षणे यद् क्रिया जायते तत् कियत्पर्यन्तं तिष्ठति इति चेत् पञ्चमक्षणपर्यन्तं तिष्ठति प्रथमक्षणे क्रिया जायते द्वितीयक्षणे क्रियया विभागः जायते तृतीयक्षणे विभागेन संयोगस्य नाशः भवति चतुर्थक्षणे नूतनसंयोगः जायते नूतनसंयोगस्य कारणं किम् इति चेत् आद्यक्षणे या क्रिया जातः तदेव कारणं चतुर्थक्षणे जायमानसंयोगस्य कारणम् आद्यक्षणे जायमानक्रिया आं महोदय यदा नूतनसंयोगः जायते तदनन्तरं तत्र आद्यक्षणे या क्रिया जाता तस्य नाशः अङ्गीक्रियते नैयायिकैः आं महोदय बहु समीचीनम् अस्तु तर्हि इदानीं संयोगस्य प्रकारः महोदय तत्र क्रियानाशः इत्युक्ते घटस्य नाशनं वा संयोगस्य क्रियानाशः घटे उत्पद्यमानक्रिया तदेव नाशनं क्रियायाः नाशः न तु क्रिया क्रिया क्रिया कुत्र वर्तते घटे वर्तते घटस्य नाशः पट्टं स्पष्टम् अवगन्तं महोदय अस्तु अस्तु समीचीनम् अस्तु तर्हि अग्रे सरेम धन्यवादः महोदय इदानीं बालसुब्रह्मण्यं महोदय पठति वा संयोगस्य प्रकाराः पुनरपि घटे क्रियोत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चकव्यापिनी व्याप्नी इयं प्रक्रिया भवति तेन इदं ज्ञायते यत् क्रियया तादृशसंयोगः उत्पद्यते पुनः च अग्रिमक्रियया विभाग उत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशश्च एवमेव पुनः घटे क्रिया उत्पत्ति जायते अत्र पुनः घटे क्रिया जायते इति न पुनः क्रिया पुनः घटे क्रिया उत्पत्तौ भवति उत्पत्ति भवति हा यदा घटे क्रिया जायते तदा एतत् क्षणपञ्चप्रक्रिया जायते प्रक्रिया जायते अस्तु अत्र नूतनबिन्दुः कः अस्मिन् परिचये अत्र तेन इदं ज्ञायते यत् क्रियया तादृशसंयोगः उत्पद्यते प्रक्रिया भवति पुनः च अग्रिमक्रियया विभाग उत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशश्च अस्तु अहं प्रश्नं पृच्छामि भवान् उत्तरं वदतु अस्मिन् परिच्छेदे यद् दत्तमस्ति तद् आधारीकृत्य क्रियया किं किं जायते वदतु क्रियया उत्पत्ति उत्पत्ति तदनन्तरं संयोगः न उत्पत्ति इति तदनन्तरम् इति न उत्पत्तिः इति नास्ति क्रियया किं जायते इत्युक्ते केषाम् उत्पत्तिः भवति इत्येव प्रश्नः क्रियया केषाम् उत्पत्तिः भवति ओके उत्पत्ति संयोगः संयोगस्य उत्पत्तिः भवति बहु समीचीनं क्रियया संयोगः जायते इति एकः द्वितीयः विभागं भवति हा विभागः अपि जायते बहु समीचीनं संयोग क्रियया संयोगः इति गुणः जायते क्रियया विभागः इति गुणः जायते अपि च अस्मिन्नेव परिच्छेदे दत्तमस्ति संयोगस्य नाशः कथं भवति संयोगस्य नाशस्य कारणं किम् संयोगस्य नाशस्य नाशः विभागात् परं आकाशदेशं घटयोः विभागस्य कारणात् नाशः अभवत् हा विभागेन अत्र अन्तिमवाक्यं पदत्रयमस्ति किल विभागेन पूर्वसंयोगस्य नाशः च तर्हि अस्मिन् परिच्छेदे बिन्दुत्रयमस्ति क्रियया संयोगः जायते विभागः जायते द्वितीयबिन्दुः विभागेन संयोगस्य पूर्वसंयोगस्य नाशः भवति इति मनसि स्थातव्यम् अस्तु अग्रे पठतु महोदय अस्य संयोगस्य उभयकर्मजन्यत्वेन एकतरकर्मजन्यत्वेन च अमान्तरविभागः शास्त्रे प्रसिद्धः संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया ताभ्यां च क्रियाभ्यां यः संयोगः सः उभयक्रियाजन्यः यथा मेषयोगः मेषयोः संयोगः उभयक्रियाजन्यः स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः संयोगः तु पक्षिनिष्ठक्रियाजन्यः अस्तु अत्र किं लिखितम् स्वशब्दैः वदतु, पुनः न पठनीयम्. क्षम्यतां महोदय, पुनः वदतु. पुनः न पठनीयमिति, अत्र भवान् अवगच्छति चेत् स्वशब्दैः वदतु अत्र सारांशः कः इति. अत्र संयोगात् कर्मजन्यं भवति. न न, संयोगात् कर्मजन्यं भवति इत्युक्ते तत्र वाक्यं समीचीनं न. अस्य संयोगस्य उभयकर्मजन्यत्वेन. अस्तु, अत्र जन्यः कः महोदय? अहं प्रश्नं पृच्छामि, भवान् वदतु. जन्यः घटस्य जन्य, घटस्य जन्यः. न न, घटस्य जन्यः इति पदम् इति अशुद्धप्रयोगमस्ति. ओहो, सो क्रियाजन्यः. जन्य इत्युक्ते इत्यस्य अर्थः कः? जनकः इत्यस्य अर्थः कः? जनक इति कस्य जन्यं भवति, सः जनकः. इतोपि समीचीनतया पुनः वदतु. कस्य जन्यं भवति सः कस्य इति न वक्तव्यं, कस्मात् खलु. अत्र कस्मात्, कारणात् कार्यं भवति खलु, कारणात् कार्यं भवति, जनकात् जन्यः भवति. तर्हि जन्य इत्युक्ते कार्यं, जनकः इत्युक्ते कारणम्. अत्र जन्यम् इति पदं प्रयुक्तमस्ति. इदानीं जन्यम् इत्युक्ते कार्यम्, अत्र कार्यं किं? संयोगः इति गुणः. संयोगः इति गुणः एव कार्यं. कारणं किं? संयोगस्य कारणं किम्? कार्यं, कार्यमिति क्रिया, कार्यमिति न वदतु, क्रिया. कर्म क्रिया, हा, कर्म नो चेत् क्रिया. क्रिया, तर्हि कर्मजन्यम् इत्युक्ते संयोगः. क्रियया यद् जायते तद् संयोगः इत्युक्ते कर्मजन्यम् इति पदेन, इति समस्तपदेन संयोगः उक्तः. उभयकर्मजन्यम् इत्युक्ते इदानीं द्वयोः मध्ये एव संयोगः भवति खलु, द्वयोः द्वयोः द्रव्ययोः मध्ये एव संयोगः भवति. तर्हि इदानीं स च संयोगः, यदि द्वयोः द्रव्ययोः मध्ये क्रिया भूत्वा तदनन्तरं जायते चेत् तत्र उभयकर्मजन्यम् इति तस्य नाम, जन्यः इति संयोगस्य नाम भवति. इदानीं वामहस्तः अस्ति, दक्षिणहस्तः अस्ति, द्वयोः मध्ये यदा संयोगः, यदा क्रिया जायते तर्हि द्वयमपि परस्परं प्रति आगच्छन्ति, आगच्छन्तः खलु. तर्हि तदा इदानीं द्वयोः हस्तयोः मध्ये यदा संयोगः जायते तादृशसंयोगः इदानीम् उभयकर्मजन्यसंयोगः अस्ति. द्वयोः द्रव्ययोः क्रिया जातमस्ति, तेन उत्पन्नमस्ति एषः संयोगः इति कृत्वा उभयकर्मजन्य संयोगः अस्ति. तर्हि उभयकर्मजन्यत्वं संयोगे अस्ति, बुद्धं खलु. अतः एव अत्र उदाहरणं दत्तमस्ति, मेषयोः, मेषः इत्युक्ते गोट्, द्वयोः मेषयोः यदा संयोगः जायते तेषां मध्ये स्पर्धा भवति चेत् तर्हि तत्र द्वयोः मेषयोः इदानीं क्रिया जातमस्ति इति कृत्वा द्वयोः मध्ये इदानीं संयोगः जायते. तादृशसंयोगे किमस्ति? उभयकर्मजन्यत्वम् अस्ति. किन्तु इदानीं वृक्षपक्षिणोः मध्ये संयोगः यज्जायते तत्र केवलं पक्षिणः एव क्रिया अस्ति खलु, पक्षिणी एव क्रिया अस्ति, न तु वृक्षे. वृक्षः यथावत् तिष्ठति खलु, पक्षी क्रियां भूत्वा वृक्षं प्रति आगत्य शाखायाम् उपविशति, तर्हि तत्रापि संयोगः जायते, किन्तु तादृशसंयोगः कीदृशः इति चेत् एकतरकर्मजन्यत्वसंयोगः अस्ति, संयोगे अस्ति एकतरकर्मजन्यत्वम् इत्युक्ते द्वयोः संयोगः यत्र जायते तत्र एकस्मिन्नेव क्रिया जायते चेत् तादृशसंयोगे एकतरकर्मजन्यत्वम् अस्ति, बुद्धं वा? इत्युक्ते उपवेशनम् इति एककर्म किल, पक्षी एव न अत्र पक्षिणी क्रिया अस्ति, वृक्षे क्रिया नास्ति, वृक्षे क्रिया नास्ति या तस्मादेव, किन्तु यदा पक्षी वृक्षं प्रति आगत्य तत्र उपविशति तर्हि तत्र संयोगः जायते केवलं तथैव, हा तर्हि तादृशसंयोगे किमस्ति एकतरकर्मजन्यत्वम् अस्ति संयोगे, एकस्मिन् द्रव्ये क्रिया जातं तेन एषः संयोगः जातः इति कृत्वा एकतरकर्मजन्यत्वं तादृशसंयोगे अस्ति, वृक्षपक्षिणोः यः संयोगः तादृशसंयोगे सः संयोगे एकतरकर्मजन्यत्वम् अस्ति, किन्तु द्वयोः मेषयोः मध्ये यः संयोगः जायते स च संयोगः उभयकर्मजन तस्मिन् संयोगे उभयकर्मजन्यत्वम् अस्ति, अपि च अवान्तरविभागः, अवान्तरम् इत्युक्ते इन्सिडेण्टल् सेकेण्डरी इति अर्थः, अवान्तरफलम् इति वदामः खलु, सेकेण्डरी फलं, तत्र क्रियया विभागः अपि जायते इति अवान्तरम्, अस्माकम् आशा अस्ति तत्र विभागः क्रिया कार्यः इति न, किन्तु नूतनदेशं प्रति संयोगः कार्यम् इति अस्माकम् आशा अस्ति, किन्तु अवान्तर तत्र मध्ये विभागः, विभागं विना नूतनदेशं प्रति संयोगः न भवति इति कृत्वा अवान्तरविभागः अपि क्रियया जायते इति अत्र उक्तं, तावदेव, बुद्धं वा? अस्तु तर्हि अग्रे गच्छेम, स्वामिमहोदय पठति वा अस्य? आं महोदय, अस्य संयोगस्य अन्योपि विभागः अभिघातः नोदनम् इति भेदेन दर्शितः, यः संयोगः शब्दं जनयति सः अभिघातः, यदा उपाध्यायः शिष्याय चपेटिकां ददाति तदा अर्धकपालसंयोगः उत्पद्यते, कपोलः कपालः नास्ति कपोलः, हस्तकपोलसंयोगः उत्पद्यते, कपोल इत्युक्ते चीक्, आं महोदय, चपेटिकाम् इत्युक्ते स्लाप् वा? अहं चिन्तयामि किम् इति महोदय, सः शब्दं जनयति इति सः अभिघातः इत्युच्यते, तदितरस्तु नोदनं यः शब्दं न जनयति, अतिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः यः न शब्दं जनयेत्, कश्चन संयोगज कश्चन संयोगज संयोगोऽपि शास्त्रे प्रसिद्धः मुक्तावल्यादौ अवगन्तव्यः सिद्धान्तम्। अस्तु अत्र किं लिखितमस्ति? संयोगस्य विभागः इदानीम् एकतरक्रियाजन्यः उभयतरक्रियाजन्यः इति सत्यं, बहु समीचीनम् इति एकविधविभागः, एकविध एव, अन्यम् अस्ति अभिघातः, अभिघातः नोदनम् इति नोदनम्, अभिघातः अन्यं वा महोदय? अन्यः विभागः, तर्हि विभागस्य नाम किम्? अभिघातः इति एकः, नोदनम् इति द्वितीयः, द्वितीयं यः संयोगः शब्दं जनयति चेत् सः संयोगः अभिघातः इत्युच्यते, तद् उदाहरणार्थं दत्तं महोदय, चपेटिका चपेटिका अस्ति चेत् तर्हि यदा एकवारं चपेटिका कोऽपि ददाति चेत् क्रियया शब्दं जनयति, तद् शब्दम् एव अभिघातम्। नोदनम् अन्यः, तत्र नोदनमपि शब्दं जनयति, किन्तु तत् शब्दं सम्यक् न जनयति, शब्दं न जनयति। सत्यं, नोदनं शब्दं सम्यक् न श्रोतुं शक्यते, तद् नास्ति वा महोदय? न जनयति अत्र, महान् चिन्तनम् अत्र किमपि नास्ति। ओहो, इत्युक्ते यत्र शब्दः भवति तादृशसंयोगे शब्देन सह संयोगः यत्र अस्ति तस्य नाम अस्ति अभिघातः। शब्दं विना संयोगः यत्र जायते तस्य नाम अस्ति नोदनं। भवतु, अस्तु, तर्हि उभयकर्मजन्यत्वं उभयकर्मजन्यसंयोगः, एकतरकर्मजन्यसंयोगः इति एकविधविभागः। द्वितीयविभागः अभिघातः नोदनम् इति, तृतीयमपि अस्ति महोदय, वदतु तृतीयं किम्? तृतीयम् अन्तिमवाक्यम् एकवारं पठतु। कश्चन संयोगज संयोगोऽपि शास्त्रे प्रसिद्धः मुक्तावल्यादौ अवगन्तव्यः। पूर्वं पठितं खलु कर्मजसंयोगः संयोगजसंयोगः इति? आं महोदय, तस्य परामर्शः अत्र अस्ति। तर्हि तादृशमपि संयोगस्य विभजनं कर्तुं शक्यते कर्मजसंयोगः अपि च संयोगजसंयोगः इति मुक्तावली इति ग्रन्थः अस्ति। न्यायमुक्तावली, हा न्यायमुक्तावली, तत्र एतादृशविभजनमपि दृश्यते, ततः एतत् अवगन्तव्यम् इति लिखितमस्ति। किन्तु तस्मिन् विषये करपत्रे अस्माभिः सम्पूर्णरीत्या अधीतं, तर्हि तज्ज्ञानमपि जातं। तर्हि आहत्य संयोगस्य त्रिधा संयोगः त्रिधा विभक्तः अस्ति। प्रथमम् उभयकर्मजन्यसंयोगः, एकतरकर्मजन्यसंयोगः इति एकविधविभागः। द्वितीयम् अभिघातः नोदनं, यत्र शब्दः भवति तत्र संयोगस्य नाम अस्ति अभिघातः, यत्र शब्दः न भवति तस्य संयोगस्य नाम अस्ति नोदनम्। तृतीयविधविभागः कर्मजसंयोगः संयोगजसंयोगः इति। अत्र महत्त्वं किमपि नास्ति, एवमेव तत्र दत्तमस्ति, भवतु तादृशम् अस्ति इति। अस्तु, तर्हि अत्र चित्रपटमपि दत्तमस्ति, अत्र तृतीयमपि योजयितुं शक्यते चित्रपटे, कर्मजसंयोगः संयोगजसंयोगः इति। बुद्धं वा? अग्रे गच्छेम वा? हा, अत्र अत्र किमपि महत् चिन्तनं नास्ति, एवमेव तत्र विभजनं दत्तमस्ति, भवतु परिभाषा। हा, तावदेव, अस्तु, विभागं लक्ष्यति। तर्हि इदानीं संयोगस्य विषये चिन्तनं समाप्तम्, इदानीं विभागः इति अग्रिमगुणः। अस्तु, मेहुल् महोदय पठति वा? क्षम्यतां, शिवराममहोदय पठति वा? आम् आं महोदय। संयोगनाशको गुणः विभागः सर्वद्रव्यवृत्तिः इति। संयोगनाशकः गुणः विभागः, विभागः इति गुणः अस्ति, तस्य लक्षणमस्ति संयोगनाशकः इति। अत्र लक्षणवाक्ये कति बलानि सन्ति? संयोगनाशक एकमेव दलमस्ति न, संयोगनाशक संयोगस्य नाशः नाशकः संयोगनाशकः, अपि च स च गुणः इति अपि अस्ति, तर्हि दलद्वयमस्ति, गुणः अस्ति, संयोगनाशकः दलद्वयमस्ति, गुणः अपि विभागः, तर्हि विभागः गुण इति पदार्थे, गुणः इति पदार्थे अन्तर्भूतमस्ति विभागः इति, समीचीनम्। अपि च विभागः केन जायते? विभागः संयोगनाशेन विभागः जायते न न विभागेन संयोगनाशः जायते किन्तु विभागः केन जायते विभागः प्रश्नः न अवगतम् विभागस्य कारणं किम् इति क्रिया क्रियास्त्यां विभागस्य कारणं क्रिया आम् क्रिया अस्तु समीचीनं तर्हि विभागः क्रियया जायते संयोगस्य नाशः विभागेन जायते अपि च सर्वद्रव्यवृत्तिः इत्युक्ते नित्यद्रव्येषु अनित्यद्रव्येषु सर्वत्र भवति किमर्थम् इति चेत् संयोगः सर्वद्रव्यवृत्तिः इति अङ्गीकुर्मश्चेत् तस्य विभागः तत्र विभागः अपि सर्वद्रव्यवृत्तिः इति अङ्गीकर्तव्यं भवति संयोगस्य नाशः करणीयः चेत् तत्र विभागः अङ्गीकर्तव्यः एव इति कृत्वा अस्तु अग्रे पठतु महोदय संयोगप्रक्रियायां प्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते पूर्वदेशसंयोगस्य नाशकस्य भवति तत् प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता संयोगप्रक्रियायां तत्र अधुना एव पठ कोष्टकमस्ति खलु तत्र पठितम् आम् न न किमपि नास्ति संयोगप्रक्रियां प्रियोत्पत्ति क्षणे अयं गुणः उत्पद्यते क्रियायाः उत्पत्ति द्वितीयक्षणे अयं गुणः उत्पद्यते स्पष्टमस्ति अस्तु तर्हि अत्र मनसि भवेत् क्रियया विभागः जायते तेनैव क्रियया तया एव क्रियया संयोगः अपि जायते अपि च विभागेन संयोगस्य नाशः अपि भवति तर्हि तया क्रियया यस्य संयोगस्य नाशः भवति सः संयोगः तया क्रियया न जातः अस्ति पूर्वं संयोगः आसीत् पूर्वसंयोगस्य नाशः एषः विभागः क्रियते अपि च एषः विभागः येन यया क्रियया जातः तया क्रियया एव नूतनसंयोगः भवति इति मनसि अवगन्तव्यं बुद्धं वा यत् मया इदानीम् उक्तम् आमामां बुद्ध बुद्ध अस्तु तर्हि अग्रे पठतु महोदय यदि अवगतमस्ति तर्हि अग्रे यत् पठिष्यामः तत्र क्लेशं विना अवगन्तुं शक्यते अस्तु अग्रे पठतु संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः तर्हि आक्षेपः किम् इति वदतु स्वशब्दैः संयोगनाशात् विभागः न अतिरिक्त इति संयोगनाशात् विभागः न इति विभागः संयोगनाशात् विभागः न अतिरिक्त इति आक्षेपः अत्र केवलम् इति एव विभागः इति अन्यतमगुणः इति केचन मतानुसारं ते विभागः इति अन्यतमगुणः न स्वीकुर्वन्ति इति अतिरिक्तगुणः नास्ति संयोगनाशात् यः विभागः भवति एतत् नूतनगुणः नास्ति इति आक्षेपः अस्ति इत्युक्ते संयोग अभावः एव विभागः इति पूर्वपक्षिणः मतमस्ति यथा अन्धकारः इत्युक्ते किं प्रकाशस्य अभावः एव अन्धकारः खलु अन्धकारः इति भिन्नपदार्थः नास्ति प्रकाशस्य अभावः एव अन्धकारः एवं संयोगस्य अभावः एव विभागः तर्हि किमर्थं भवान् इदानीं विभागः इति नूतनगुणत्वेन अङ्गीकरोति तद् मास्तु इति पूर्वपक्षी आक्षिपति तदेव आक्षेपः संयोगनाशः एव विभागः विभागेन संयोगः नाशः भवति इति न वदतु केवलं संयोगस्य अभावः एव विभागः इति वदामश्चेत् पर्याप्तम् इति आक्षिपति अस्तु अग्रे पठतु महोदय विभागे इति स्वतन्त्रगुणस्य आवश्यकता अत्र नास्ति इति आक्षेपः हा इति सः अत्रेदं चिन्त्यते क्रिया क्रियातः विभागः विभागात् महोदय किञ्चित् किञ्चित् स्थगयतु तत्र. अस्तु, भवान् अस्मिन् विषये भवतः चिन्तनं किम्? इदानीं स्वचिन्तनं कृत्वा अग्रे पठामश्चेत् गभीर अर्थबोधः जायते. तर्हि इदानीं पूर्वपक्षिणः आक्षिपति, संयोगनाशः एव विभागः, अतिरिक्तगुणः विभागः इति अतिरिक्तगुणः इति न अङ्गीकुर्मः इति आक्षिपति. तस्य उत्तरं भवान् कथं वदति? न, विभागः इति विभिन्नगुणः तत्र भवेत् इति. हा, इति साधनीयं संयोगनाश. किमर्थं साधनीयम्? यदि विभागः इति नूतनगुणः न स्वीकुर्मः तत्र कः क्लेशः? विभागः येन यया क्रियया विभागः जायते, सा क्रिया तत्र अस्ति न? विभागः इति एकनिमिषं, यदि विभागः इति नूतनगुणः अङ्गीकुर्मः तर्हि क्रियया सः गुणः जायते इति वक्तम् इति वक्तुं शक्यते. इदानीं पूर्वपक्षी आक्षिपति, विभागः इति नूतनगुणः न उत्पद्यते एव, तादृशगुणः एव नास्ति इति वदति. तस्य उत्तरं कथं दास्यामः? यदि विभागः इति नूतनगुणः न अङ्गीकुर्मः तर्हि कः क्लेशः? भवान् पठितवान् खलु इदानीं विभागस्य लक्षणवाक्यं, लक्षणवाक्यमेकवारं पठतु. संयोगनाशको गुणः विभागः. तर्हि तत्र संयोगस्य नाशः तत्र अभवत्. विभागः इति नूतनगुणः न जायते इति न जायते चेत् संयोगनाशकस्य संयोगनाशकस्य तत्र वर्णनं वयं सम्यक्. विभागः इति विभिन्नगुणा नास्ति चेत् तत्र संयोगनाशकस्य वयं विवरणं सम्यक् प्रकारेण कर्तुं न शक्नुमः. तत्र संयोगनाशकः द्वयोः वस्तोः मध्ये यदा संयोगनाशः. महोदय, प्रायः भवान् अवगच्छति, किन्तु एवं वक्तव्यमस्ति, यदि विभागः इति नूतनगुणं न स्वीकुर्मः तर्हि संयोगस्य नाशः एव न भवति. न भवति, तदेव लक्षणमस्ति खलु, संयोगनाशको गुणः विभागः इति. तर्हि विभागः इति नूतनगुणं न स्वीकुर् यदि न स्वीकुर्मः तर्हि संयोगस्य पूर्वं स्थितस्य संयोगस्य नाशः एव न भवति. तेन किम् इति पूर्वपक्षी पुनः पृच्छति. भवतु, पूर्वसंयोगस्य नाशः न भवति चेत् किं का क्षतिः? तस्य उत्तरं वदतु इदानीं. संयोगनाशभूतगुणः नास्ति चेत् तत्र द्वयोः वस्तोः मध्ये यः विभिन्नता अस्ति तत् वयं तस्य वर्णितुं न शक्नुमः न. तत्र संयोगनाशः यदि न वक्तुं शक्यते, तत्र भेदः इति अभावं स्वीकृत्य द्वयोः मध्ये भेदः इति साधयितुं शक्यते. पृथक्त्वम् इति गुणं स्वीकृत्यापि द्वयोः मध्ये भेदः अस्ति इति साधयितुं शक्यते. किन्तु ते पूर्वस्मिन् काले एकत्र आसीत्, अधुना तत्र नाशः अभवत्, तत् तत्र आवश्यकं वर्तते न. पूर्वस्मिन् क्षणे किमर्थं विभागः इति नूतनगुणस्य अङ्गीकरणम्? अन्येषां चिन्तनं किं? महुल् महोदय, भवान् किं चिन्तयति? न महोदय, अहं न जानामि तत्र. केवलम् इति एव अस्ति, संयोगस्य ध्वंसः अभवत्, अनन्तरं पदार्थद्वयम् इति विभक्तः अभवत्. तर्हि तत् स्थितिः कथं वर्णितुं शक्नुमः? अतः एव. अस्तु, श्रीराम महोदय, भवान् किं चिन्तयति? महोदय, अहं चिन्तयामि तत्र उदाहरणं स्वीकृत्य किञ्चित् अहं चिन्तयितुं प्रयत्नं करोमि. घटः भूतले अस्ति, तत् आकाशः अस्ति, यदा घट त्यजतु, इदानीं घटभूतलयोः मध्ये संयोगः अस्ति, तत् संयोगः अस्ति, तदपि भवतु संयोगः अस्ति. तत्र यदा विभागः इति गुणेन संयोगस्य नाशः न भवति, तत्रापि संयोगः अस्ति. इदानीं घटं स्वीकृतवान्, मम हस्ते अपि संयोगः घटेन सह अस्ति, द्वयोः स्थले संयोगस्य नाशः न भवति चेत् उभयत्र तत्र संयोगः अस्ति इति वक्तव्यं भवति. मम यद्यपि अहं घटं स्वीकृतवान् खलु, यदा इदानीं हस्तेन तत्र घटस्य उन्नयनम् अहं करोमि, क्रियां जनयामि, तर्हि इदानीं संयोगस्य नाशः अभवत् खलु, संयोगनाशः. अत्र क्षणपञ्चकव्यापिनी प्रक्रियायां कथं दत्तमस्ति, प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे विभागः जायते, तृतीयक्षणे पूर्वसंयोगस्य नाशः भवति इति उक्तं. तर्हि तत्र द्वितीयसोपानं त्यजामः, प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे पूर्वसंयोगस्य नाशः क्रियया जायते इति स्वीकुर्मः. संयोगस्य नाशः, संयोगस्य नाशः क्रियया जायते चेत् इति स्वीकुर्मः. एवम् अत्र पूर्वपक्षिणः मतानुसारं चिन्तयामः. द्वितीयसोपानं यदस्ति तत् त्यजामः. प्रथमक्षणे घटे क्रिया जायते, तया क्रियया द्वितीयक्षणे पूर्वसंयोगस्य नाशः भवति इति स्वीकुर्मः. तृतीयक्षणे इदानीं नूतनदेशे संयोगस्य उत्पादनं भवति. चतुर्थक्षणे क्रियायाः नाशः भवति इति स्वीकुर्मश्चेत् तत्र कः क्लेशः? इदानीं मया उक्तम्, इदानीं तत्र प्रक्रिया मया निरूपिता भवति, यत्र विभागः इति गुणः एव न अङ्गीकृतः. अत्र कः क्लेशः? तर्हि अहं चिन्तयामि पदार्थद्वयम् अधुना भिन्नः विभक्तः, तर्हि तस्य स्थितिः कथं वर्णितुं शक्नुमः? तर्हि न विभक्तः, द्वयमपि विभक्तः इति तत्र पृथक्त्वम् इदानीं पृथक् जातं, पृथक्त्वम् आधारीकृत्य वक्तुं शक्यते वा? शक्यते खलु. विभक्तः इत्यत्र पृथक् पृथक् अभवत् इति वदामश्चेत् तत्र इदानीं पृथक्त्वम् इति गुणम् आधारीकृत्य द्वयमपि विभक्तः इति वक्तुं वर्णयितुं शक्यते खलु, वर्णितुं शक्यते खलु. महोदय, संयोगः विभागः द्वयो क्रिया एव जायते. अस्तु, केवलं संयोगस्य नाशनं विभागः एव कारणं. न न, इदानीं विभागः इति नूतनगुणः अस्ति इति त्यक्तं, त्यजामश्चेत् कः क्लेशः इति चिन्तयन्नस्मि. इदानीं मया प्रतिपादितं खलु, आद्यक्षणे क्रिया जायते, द्वितीयक्षणे क्रियया पूर्वसंयोगस्य नाशः भवति, तृतीयक्षणे नूतनसंयोगस्य उत्पत्तिः भवति, चतुर्थक्षणे क्रियानाशः भवति. अत्र कः क्लेशः? समीचीनतया मया निरूपितम्. अस्तु, पुनः एक विचारः अस्ति. यदि अधुना द्रव्यद्वयं विभक्तः अभवत्, अतः तत् वयं ज्ञातुं शक्नुमः, अस्माकं ज्ञानं भवति, परन्तु तदेव कार्यं खलु, तस्य कारणं किम् इति कथं जानीमः? यदि विभागः इति गुणः आसीत् अधुना, तर्हि तत् कार्यम् अभवत्, तस्य कारणं किम् इति एव. यत् द्रव्ययोः मध्ये भेदः अभवत् अथवा विभागः अभवत्, तस्य कारणं क्रिया, इदानीं मया उक्तं खलु, प्रथमक्षणे क्रिया जायते, तया क्रियया द्वितीयक्षणे पूर्वसंयोगस्य नाशः भवति. तर्हि पूर्वसंयोगस्य नाशस्य कारणं किं? क्रिया, न तु विभागः. तृतीयक्षणे नूतनसंयोगः जायते, तस्य कारणं किं? सा एव क्रिया. क्रिया अस्तु. तर्हि इदानीम् उत्तरं न वक्तव्यं, किन्तु इदानीं किं जातम् अनेन चिन्तनेन, पूर्वपक्षिणः आक्षेपः किम् इति समीचीनतया अवगतं खलु? हा, तदेव मम आशयः अस्ति. अस्तु, अग्रे अग्रे पाठे दत्तमस्ति किमर्थम् इति. अस्तु, अग्रे पठेम. तर्हि शिवराम महोदय, अग्रे पठतु महोदय. इदानीं सर्वेषां मनसि पूर्वपक्षिण आक्षेपः किम्? अत्र पञ्चव्यापिनी प्रक्रिया अस्ति खलु, क्षणप्रक्रिया, पञ्चक्षणप्रक्रिया. तत्र द्वितीयसोपानं पूर्वपक्षिणा त्यक्तमस्ति. प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे तया क्रियया पूर्वसंयोगस्य नाशः भवति, तृतीयक्षणे तया क्रियया एव नूतनसंयोगस्य उत्पत्तिः भवति, चतुर्थक्षणे क्रियानाशः भवति. विभागः इति इदानीं नूतनगुणः एव मया न अङ्गीकृतः. अस्तु, तर्हि इदानीं पठतु महोदय. अत्रेदं चिन्त्यते, क्रिया क्रियातः विभागः, विभागात् पूर्व संयोगनाशः, ततः संयोगान्तरोत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यगुणः अभ्युपगम्येत, स एव तु न अङ्गीक्रियते इति अस्माभिः इदानीं चिन्तितं. तर्हि अग्रे पठतु. आम्, आक्षेपं केचन इत्थं परिहरन्ति, यथा क्रियोत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति, तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्त विभागाख्यगुणः सिद्ध्यति एव इति. अस्तु, अत्र किं लिखितमस्ति? क्रियोत्पत्तिनन्तरं घटपटयो संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति. यथा आम् आम्, घट तथा पट एतयोः मध्ये क्रियया तत्र संयोगस्य तत्र नाशः भवति क्रियोत्पत्तिनन्तरं, नाम क्रियया तत्र संयोगस्य नाशः भवति, तथैव घटपटो विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्त विभागाख्यगुणः सिद्धति एव इति. घट तथा पट तथा विभक्तः भिन्नपदार्थः तत्र अस्ति इति भावपदार्थं घट. हा, वदतु. अत्र तर्कः कः बुध्यते वा? इदानीं पूर्वपक्षिणः आक्षेपस्य निरासं केचन इत्थं परिहरन्ति. कथं परिहरन्ति? विभागः इति नूतनगुणः अस्ति, कथं ज्ञायते इति अत्र दत्तमस्ति. आम्, घट तथा पट इति भावपदार्थम् अवगाहमानेन इत्युक्ते किम्? तत्र घट तथा पट इति विभक्तरूपेण तेषां तत्र भावः अस्ति, नाम अस्तित्वमस्ति घट तथा पट एतयोः. अवगाहमानेन ज्ञानेन इति दत्तमस्ति खलु? ज्ञानेन. आम्, हा, अवगाहज्ञानेन. आम्, अस्तु. तर्हि चिन्तनम् एवमस्ति अत्र महोदय. इदानीं घटः भूतले अस्ति इति चिन्तयतु, तत्र संयोगः अस्ति. स च संयोगः अस्माकं ज्ञानाधीनः वा? इत्युक्ते घटभूतलयोः मध्ये संयोगः अस्ति इति यदि मम ज्ञानं नास्ति, तर्हि तत्र घटभूतलयोः मध्ये संयोगः नास्ति वा? अस्ति एव खलु? अस्ति अस्ति. हा, घटभूतलयोः यः संयोगः अस्ति स च संयोगः मम ज्ञान अधीनः नास्ति. मम ज्ञानम् अस्ति चेत् नास्ति चेदपि तत्र संयोगः अस्ति एव. किन्तु इदानीं घटं घटस्य घटं तत्र अहं उन्नयामि इति चिन्तयतु. उन्नयामि घटम् उन्नयामि भूतलात् उन्नयामि इति चिन्तयतु. तर्हि इदानीं यः संयोगः घटभूतलयोः मध्ये आसीत् तस्य नाशः इदानीम् अभवत् इति मम ज्ञानाधीनमस्ति खलु. आमां संयोगनाशः मम ज्ञानाधीनः अस्ति. यद्यपि संयोगः मम ज्ञानाधीनः नास्ति तथापि यः संयोगः आसीत् तस्य नाशः इदानीम् अभवत् इति संयोगस्य नाशः मम ज्ञानाधीनः. यदि मम ज्ञानं तत्र नास्ति तर्हि तत्र संयोगनाशः नास्ति इति न किन्तु तादृशचिन्तनमेव न भवति खलु. तादृशं यथा संयोगनाशः मम ज्ञानाधीनः तथा विभागः अपि मम ज्ञानाधीनः इति कृत्वा तत्र विभागः इति गुणः अतिरिक्तगुणः अस्ति इति स्वीकरोतु इति केचनाः वदन्ति. किन्तु एतत् समीचीनतर्कं नास्ति. एवमेव ते वदन्ति अतः एव अत्र लिखितं यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन. अत्र प्रत्ययेन इत्युक्ते ज्ञानेन संयोगनाशः सिद्ध्यति. संयोगनाशः अस्ति इति कथं ज्ञातम् इति चेत् तत्र ज्ञान अधीनः अस्ति स च संयोगनाशः इति कृत्वा. तथैव घटपटौ विभक्तौ तयोः मध्ये विभागः इति गुणः जातः इति भावपदार्थम् अवगाहमाने ज्ञाने तर्हि तत्र विभक्तः इति केवलम् अभावः नास्ति भावपदार्थः अस्ति. विभक्तः विभागः इति भावपदार्थः अस्ति केवलम् अभावः नास्ति. इत्युक्ते अन्धकारः प्रकाशः इति पदार्थद्वयमस्ति खलु. तत्र अन्धकारः कीदृशपदार्थः इति चेत् केवलम् अभावपदार्थः भावपदार्थः नास्ति. घट अभावः भूतले अस्ति इति यदा अहं वदामि तत्र घट अभावः इति भावपदार्थः नास्ति अभावपदार्थः अस्ति. एवं विभागः इति केवलम् अभावपदार्थः नास्ति किन्तु घटपटौ विभक्तौ इति विभक्तः इति पदार्थः भावपदार्थः अस्ति केवलम् अभावः नास्ति. अवगाहमाने ज्ञानेन संयोगध्वंस अतिरिक्तविभागाख्यगुणः सिद्ध्यति. यदा घटभूतलयोः मध्ये संयोगस्य नाशः भवति तदनन्तरम् इदानीं घटभूतलौ विभक्तौ इति ज्ञानं जायते खलु. अपि च तौ विभक्तौ स्तः इति कृत्वा तत्र विभक्तः इति पदं प्रयोक्तुं भावपदार्थस्य आवश्यकता अस्ति. तर्हि तेन ज्ञानेन इदानीं निरूपितमस्ति विभागः अतिरिक्तगुणः इति केचनाः वदन्ति. बुद्धं वा? अस्तु इति आपादनस्य एकविधत्वेन तत्र निरूपणं कृतं. किन्तु इतोपि समीचीनचिन्तनम् अग्रे आयासति तत् पठेम. अस्तु मेहुल् महोदय अग्रे पठति वा. सुप्तिललन्तिका तदपरे न सहन्ते तेषामय आशयः घटपटौ विभक्तौ इति प्रत्ययोपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावम् एव. तस्य भावपदार्थानन्तरावगाहित्वेपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् मूलोक्तं संयोगनाशको गुणो विभाग इति असङ्गतम् इति. अस्तु अत्र अन्यत् केचन जनाः किं वदन्ति तेषां किम् आशयः इति अत्र दत्तं. घटपटौ विभक्तौ तौ इति एकनिमिषं महोदय, अत्र इतोपि स्पष्टतया वक्तव्यमस्ति, तद् अपरे न सहन्ते, तद् इत्युक्ते किं? तद् इत्युक्ते यः भावपदार्थम् अवगाहमानेन ज्ञानेन विभाग्याख्य इति अन्यतमगुणः इति केचन जनाः न अङ्गीकुर्वन्ति। हा इत्युक्ते विभागः इति भावपदार्थः इति पक्षः अपरे न सहन्ते, न सहन्ते तेषां मतानुसारघटपटौ विभक्तौ इति ज्ञानम् अपि न भावपदार्थं प्रकाशयति, किन्तु संयोगस्य अभावम् इति एव तत्र ते स्वीकुर्वन्ति। विभक्त घटपटौ विभक्तौ इति ज्ञानम् अन्यत् ज्ञानस्य कृते अन्यत् भावपदार्थं तत्र न उपयुज्य केवलं संयोगस्य अभावः इति एव तेषाम् आशयः। तस्य भावपदार्थ अन्तरावगाहित्वे अपि तादृशविभागोत्पत्तिक्षणे विभागस्य उत्पत्तिक्षणे एव किम् अभवत्, तर्हि पूर्वसंयोगस्य ध्वंसः अपि अभवत्। उत्पत्तिसम्भवेन विभागस्य संयोगनाश रूपकार्य पूर्ववृत्तित्व अभावात्। अत्र किमस्ति? अस्तु, अत्र कारणं यत्किमपि कार्यस्य कारणं भवति चेत् भवेत् चेत् तत्र निकषात्रयम् अस्माभिः अधीतं खलु? आम् आम् आम्। तद्वदतु निकषात्रयं किं? कार्यस्य पूर्वोत्पत्तिक्षणे कारणं भवेत्, सर्वदा भवेत्, कार्याधिकरणे भवेत्, कार्याधिकरणे भवेत्, तृतीय कार्याधिकरणे भवेत्, सर्वदा कार्याधिकरणे सर्वदा भवेत्, कार्योत्पत्तिः पूर्वक्षणे भवेत् इति अस्ति। अस्तु, अत्र आपादनं किम् इति चेत् अत्र एवं दत्तमस्ति, आद्यक्षणे घटे क्रिया जायते, द्वितीयक्षणे विभागः जायते, तृतीयक्षणे संयोगस्य नाशः भवति इति लिखितमस्ति खलु? आम् आम्। तत्र द्वितीयक्षणे एव क्रियया संयोगस्य नाशः भवितुम् अर्हति इति वक्तुं शक्यते। तर्हि द्वितीयक्षणे एव संयोगस्य नाशः भवितुम् अर्हति चेत् इदानीं तस्मिन् क्षणे विभागः नास्ति, तस्मिन् क्षणे एव विभागस्य उत्पादनं जायमानमस्ति, तर्हि कार्य उत्पत्ति पूर्वक्षणे नास्ति खलु? इति अत्र लिखितमस्ति, संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् विभागस्य संशयः विभागः इति संयोगनाशस्य पूर्वक्षणे न भवति, अतः तत् असङ्गतं संयोगनाशकः। कदा न भवति? यदा क्रियया एव पूर्वसंयोगस्य नाशः भवति इति स्वीकुर्मः तदा। हा तदा तर्हि यः आदिपूर्वपक्षिः यः अस्ति सः एव पूर्वपक्षी यः अस्ति सः एव इदानीं प्रश्नं करोति, तद् अपरेण सहन्ते इत्युक्ते अपरः इत्युक्ते सः एव। सत्यं, सः पुनरागत्य वदति भोः इदानीं विभागः इति भावपदार्थः भवता उक्तः तत्र ज्ञानाधीनः इति उक्तः, तत् त्यजतु, द्वितीयक्षणे एव क्रियया संयोगनाशः भवति इति अहं वदामि, तर्हि इदानीं विभागः नास्ति तस्मिन् क्षणे, तर्हि कथं वा विभागः संयोगनाशकः गुणः भवति? पूर्वक्षणे भवेत् खलु कारणमस्ति चेत्। इति कृत्वा संयोगनाशको गुणः विभागः इति यद् भवान् उक्तवान् लक्षितवान् तत् दोषाय न सङ्गच्छते, असङ्गतम् इति सः वदति। तर्हि इदानीमपि प्रश्नः अस्ति, पूर्वपक्षी गभीररीत्या तस्य चिन्तनं स्थापितवान्, तर्हि इतोपि अग्रे चिन्तनीयमस्ति, अग्रे पठेम, तर्हि इदानीं निमिषद्वयमेव अस्ति इति कृत्वा अत्र स्थगयामः, अस्य आक्षेपस्य उत्तरम् अग्रे आयास्यति। अपि च तत्र करपत्रद्वयमस्ति, तद् प्रेषयिष्यामि, अस्मिन् विषये नास्ति किन्तु संयोगस्य विषये लिखितमस्ति, तद् यथा समयः लभ्यते तत् पठन्तु, अपि च अत्र प्रश्नाः सन्ति चेत् वर्गे चिन्तयितुं शक्यते, किन्तु यथा अस्माभिः निश्चितं वर्गे केवलं पुस्तकस्य पठनमेव कुर्मः। तर्हि इदानीं सर्वेषां मनसि आक्षेपः कः इति समीचीनतया ज्ञानं जातम् इति अहं विश्वसिमि। क्षण तत्र पञ्चक्षणं न स्वीकर्तव्यं, द्वितीयक्षणं त्यजामः, तत्र विभागः अपि त्यजामः इति पूर्वपक्षी आक्षिपति। अस्तु महोदय, करपत्रस्य संख्या किम्? आम्, अहं प्रेषयिष्यामि, वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि। अस्तु, अपि च मुरळीमहोदयेन पृष्टं सूक्तिललन्तिका इत्युक्ते किम् इति। ललन्तिका इत्युक्ते नेक्लेस्, सु उक्ति इत्युक्ते समीचीन उक्तिः, तद् नेक्लेस् इव अत्र दत्तमस्ति। अत्र चिन्तनम् आभरणमिव अस्ति इति कृत्वा, तत्र समीचीनचिन्तनमस्ति इति कृत्वा सर्वत्र सु उक्तिललन्तिका इति ग्रन्थकारः लिखति। अस्तु, अग्रिमवर्गे पुनर्मिलामः। प्रश्नः अस्ति वा? अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः। नमस्कारः। नमस्कारः।